सर्वेभ्यो नमस्कारः. गतसप्ताहे वयम् अभ्यासपुस्तके तत्र सः विना इति तादृशप्रयोगः कृतवन्तः. तत्र सर्वत्र तृतीया विभक्ति रूपस्य आवश्यक अभ्यासः आसीत्. पुत्रेण सह आपणं गच्छति अथवा जलेन विना अथवा तादृशरूपं सर्वं कृतवन्तः. अतः अहं चिन्तितवान् तृतीया विभक्तिरूपस्य किञ्चित् अपि पुनरपि अभ्यासं कुर्मः इति. अतः तत्र अहं करपत्रं प्रेषितवान्, सर्वे प्राप्तवन्तः इति मन्ये. तत्र प्रथमप्रयोगः तृतीया विभक्ति इति रूपस्य प्रथमप्रयोगः अस्ति माध्यमम् इति, यत्र हस्तेन कार्यं किमपि कार्यं करोमि, हस्तेन करोमि. अतः हस्तेन कार्यं करोमि, हस्तम् इति माध्यमं भवति. अथवा यथा वयं तत्र पेज् 51 पुटसङ्ख्या 51 मध्ये दृष्टवन्तः, तत्र सीवनयन्त्रमस्ति, सीवनयन्त्रं माध्यमम् अस्ति, सः सीवनयन्त्रेण वस्त्रं सीव्यति इति. यत्र माध्यमम् अस्ति तत्र तृतीयविभक्तिरूपमेव भवति. अत्रापि तदेव अस्ति. तत्र प्रथम अभ्यासः अपि द्वितीय अभ्यासः गृहपाठः इति अस्ति. सर्वे एतत् करपत्रं पश्यन्तु. तत्र प्रथम अभ्यासः पुटसङ्ख्या 18 अष्टादश पुटे अस्ति. तत्र अस्ति. रमाबाय् भगिनी, भवती पठति वा तत्र? अभ्यासम् एव प्रथम अभ्यासः. सत्यं भगिनि, सत्यं भगिनि. कर्तर्या अहं कागदं कर्तयामि. एकवारं भगिनि, एकवारं तत् यद् अभ्यासमस्ति, विवरणम् अस्ति, तदपि एकवारं. तृतीय क्रियायां यत् साधनं भवति तस्य तृतीया विभक्तिः भवति. उदाहरणं, सः दण्डेन शुनकं ताडयति. अभ्यासः, एतैः साधनैः भवन्तः किं कर्तुं शक्नुवन्ति लिखन्तु. उदाहरणं, करवस्त्रम्, अहं करवस्त्रेण मुखं मार्जयामि. भगिनी अवगच्छति खलु तत्र? अस्तु, प्रश्नः अस्ति वा, अन्य कोऽपि प्रश्नः अस्ति वा? सर्वे अवगच्छन्ति इति मन्ये. अहं करवस्त्रेण मुखं मार्जयामि. अस्तु, अग्रे वदतु भगिनि. कर्तर्या अहं कागदं कर्तयामि. कुञ्चिकया अहं तालम् उद्घाटयामि. उट्टङ्कनयन्त्रेण अहम् उट्टङ्कनं करोमि. समीचीनं भगिनि, धन्यवादः. धन्यवादः भगिनि. तत्र वयं रूपं दृष्टवन्तः. पुल्लिङ्गे किम् अस्ति? रामः अस्ति चेत् रामेण, नपुंसकलिङ्गे हस्तं हस्तः, पुल्लिङ्गे अपि हस्तः हस्तेन, यन्त्रम् अस्ति चेत् नपुंसकलिङ्गं तत्र यन्त्रेण, लोकयानम् अस्ति चेत् लोकयानेन इति अस्ति. किन्तु द्विचक्रिका अस्ति चेत् द्विचक्रिकया इति रूपं भवति. कर्तरी इति अस्ति चेत् स्त्रीलिङ्ग ईकारान्त अस्ति चेत् कर्तर्या इति भवति. अस्तु, अग्रे वेणुगोपाल् महोदय तत्र पठति वा सीवनयन्त्रम् इति? आम् महोदय, सीवनयन्त्रं, सीवनयन्त्रेण अहं सीवनं करोमि. विमानेन अहं. नमस्ते गीता. गीता भगिनी नमस्कारः. नमस्कारः. विमानेन अहं सञ्चारं करोमि. सूक्ष्मदर्शकं सूक्ष्मदर्शकेन अहं सूक्ष्मवस्तूनि पश्यामि. हा धन्यवादः महोदय. हा समीचीनं समीचीनम् अस्तु. अन्य नरेश महोदय पठति वा अग्रे. कङ्कतिक्रकया अहं केशप्रसादनं करोमि. लोकयानं लोकयानेन अहं प्रयाणं करोमि. दूरवाणी दूरवाण्या अहं सम्भाषणं करोमि. हा समीचीनं महोदय धन्यवादः. हा रघुपति महोदय अग्रे. हा महोदय एकनिमिषं. द्विचक्रिका द्विचक्रिकया अहं विद्यालयं गच्छामि. लेखनी लेखनी लेखन्या अहम् अक्षराणि लिखामि. कूर्चः कूर्चेन कूर्चेन अहं चित्राणि लिखामि. कूर्चेन ओके कूर्चेन अहं चित्राणि लिखामि. समीचीनं महोदय धन्यवादः धन्यवादः. नमस्ते महोदय, अहं वंशीसुधा अस्मि. वंशीसुधा भगिनी नमस्कारः. महोदय एकादशवाक्यः अस्ति, कूर्चेन अहं चित्राणि लिखामि या अथवा चित्राणि लिखामि इति पदं सम्यक् वा महोदय इदानीम्? हा तदेव अत्र अस्ति, कूर्चः इति चित्राणि लिखामि इति अस्ति. अन्यत् चित्रकरणं करोमि, चित्रकरणं करोमि इति सम्यक् एव. समीचीनं, तदपि समीचीनमेव. चित्रं करोमि तदपि हा समीचीनमेव अस्ति. प्रायशः ड्रायिङ्ग् इति प्रायशः अन्यशब्दः प्रायशः अपि समीचीनं भवति इति मन्ये, किन्तु इदानीं न स्मरामि. कोऽपि जानाति वा ड्रायिङ्ग् इति किम् अस्ति? चित्रकरणं महोदय, किन्तु अहं क्रियापदम् अस्ति. कोऽपि जानाति वा? लिखामि सम्यक् एव अस्ति महोदय. लिखामि एव अस्ति वा? अस्तु रचयामि. रचयामि रचयामि अपि बहु समीचीनमेव अस्ति. समीचीनमेव अस्ति. अस्तु अस्तु चित्राणि रचयामि. अस्तु भवान् महोदय भवानेव अग्रे वदतु. स्यूतः स्यूतेन अहं वस्तूनि आनयामि. तुला तुलया अहं वस्तूनि तोलयामि. दन्तकूर्चः दन्तकूर्चेन अहं दन्तधावनं करोमि. हा समीचीनं महोदय धन्यवादः. हा अस्तु अग्रे वंशीसुधा भगिनी भवती अग्रिम द्वितीय अभ्यासः तत्र तत् पठित्वा. भावसूचकानां शब्दानाम् अपि तृतीया भवति. उदाहरणं बालकः सन्तोषेण क्रीडितुं गतवान्. अभ्यासः वाक्यस्य अन्ते दत्तस्य शब्दस्य तृतीया विभक्त्यन्त्यरूपेण रिक्तस्थानानि पूरयत्. यथा सः कृषिं करोति स्म, उदाहरणेन परिश्रमः, सः परिश्रमेण कृषिं करोति स्म. वाक्यम् अवगच्छति खलु भगिनि? इदानीं स्म उपयुज्य करोमि लट् लकारे रीसेण्ट् पास्ट् इति चिन्तनं. स्म इति भूतकाले अस्ति, तत्र परिश्रमः इति अवगच्छति खलु? परिश्रम पुल्लिङ्गमस्ति, प्रथमाविभक्ति पुल्लिङ्ग, तृतीयविभक्ति परिश्रमेण परिश्रमेण इति वाक्यं तृतीयविभक्ति. सत्यं परिश्रमः इति जानाति खलु? परिश्रमः संस्कृतेन न जानामि, आङ्ग्लपदमः जानामि. हार्ड् वर्क् सत्यं सत्यं सत्यं समीचीनं भगिनि. अस्तु इदानीं प्रथमं द्वितीयं तृतीयं माता वाक्यमस्ति क्रोधः बालकं ताडयति. क्रोधः पुल्लिङ्गे अस्ति. तृतीयविभक्ति क्रोधः तृतीयविभक्ति अस्ति क्रोधेन. माता क्रोधेन बालकं ताडयति ताडितवती. द्वितीयपदम द्वितीयवाक्यमस्ति निर्धनः पदमस्ति कष्टं धनं सम्पादयति. कष्टम् इति नपुंसकलिङ्गं प्रथमाविभक्ति. तृतीयविभक्ति अस्ति कष्टेन. निर्धनः कष्टेन धनं सम्पादयति. अग्रिमकरोमि तृतीयं व्याघ्रं दृष्ट्वा पान्तः पदमस्ति भयं कम्पते स्म. व्याघ्रः दृष्ट्वा पान्तः भयेन कम्पते स्म. भयमिति नपुंसकलिङ्गं प्रथमाविभक्ति. तृतीयविभक्ति अस्ति भयेन. महोदय समीचीनं भगिनि. अस्तु अग्रे गीता भगिनि करोति वा. पान्तः इत्युक्ते मरणवार्तां श्रुत्वा सा दुःखेन रोदनं कृतवती. समीचीनं भगिनि. दुःखं नपुंसकलिङ्गं तृतीयविभक्ति दुःखेन. भवान् यत् करोति तत् आनन्देन करोतु. त्वरया किमपि कार्यं मा करोतु. सः अधिकारी सदा अपि वृक्षतया समीचीनमस्ति भगिनि. धन्यवादः. वृक्षतया व्यवहरति. धन्यवादः भगिनि. अस्तु साई कुमार महोदय, साई कृष्ण महोदय, भवान् वक्तुम् इच्छति वा अद्य? मया विशेषतया किमपि वक्तव्यं नास्ति. हा, तत्र तस्य पूर्वमपि एकमस्ति महोदय, तत्र बहु रक्षकाः इति, तदपि वदति वा? बिफोर् देट् भोः रक्षकः. ओ सोरि, भो रक्षकः, भवन्तः जागरूकतया भवनं रक्षन्तु. समीचीनं महोदय. अस्तु, मया विशेषतया किमपि वक्तव्यं नास्ति. रमारमेशयोः विवाहः वैभवेन प्रवृत्तः. समीचीनं महोदय, धन्यवादः. समीचीनम् अस्ति. अस्तु शोभा भगिनी, यदा यदि वक्तुम् इच्छति चेत् भवती वक्तुं शक्नोति. आं महोदय. अस्तु, सहना. कष्टं यावत् वा भवतु, भवान् सहनया कार्यं करोतु. समीचीनं भगिनि. एतां वार्तां श्रुत्वा सा तृप्तिः तृप्तेन. हा, तत्र तृप्तिः इति तृप्तिः इकारान्त तृप्त्या मतिशब्दवत् अस्ति. मतिः मत्यः तृप्त्यः तृप्त्या तृप्त्या तृप्त्या निःश्वासितवती. निःश्वसितवती अर्थं किं महोदय? कः वदति निःश्वसितवती? कोऽपि जानाति वा निःश्वसितवती? ओ, विश्वासं न विश्वासं न भवति. हा, इदानीम् उच्छ्वास निश्वास इदं रिलाक्स् स्टेट् महोदय रघुपति महोदय वदतु समीचीनम् अस्तु अग्रिमवाक्यं भगिनि लज्जा अध्यापकस्य तर्जनं श्रुत्वा सा लक्षया शिरः अवनमय्य स्थितवती लज्जया समीचीनं धन्यवादः अस्तु कोऽपि न उक्तवान् अथवा उक्तवती एतावत्पर्यन्तं सर्वे उक्तवन्तः इति मन्ये अस्तु अग्रे रमाबाई भगिनी अग्रे पठति वा महोदय महोदय अवनमय्या इति अवं प्रथमाविभक्ति कथम् अस्ति कः चिन्तयामि अवनमय्य इति लेबन्तम् अस्ति इति लेबन्तम् अव्यय अर्थं किं महोदय उन्नमय्य अवनमय डौन् कास्ट् शिरः इति भगिनि अवनमय्य इति अस्तु अस्तु धन्यवादः भगिनि अस्तु रमाबाई भगिनी अग्रे आम् आं महोदय कः सः इति गोविन्दः कुतूहलं कुतूहलेन रामं पृष्टवान् समीचीनं पराजयं प्राप्य सः निराशता निराशतया प्रतिगतवान् निराशतया प्रतिगतवान् तस्य किम् अभवत् पराजयं प्राप्य अतः जयं प्राप्तवान् वा सः सः पराजयं प्राप्य इति अस्ति पराजयं प्राप्य इत्युक्ते किम् अन्य कोऽपि जयं प्राप्य सः जयं न प्राप्तवान् अतः सः निराशितं निराशितः अभवत् अतः पराजयं प्राप्य सः निराशतया प्रतिगतवान् अस्तु समीचीनम् अस्तु वेणुगोपाल् महोदय अग्रे तत्र तृतीय अभ्यास एतत् गृहपाठं नासीत् किन्तु तदपि कर्तुं शक्नुमः अत्र सः इति तस्य अभ्यासः भवति तदपि गतसप्ताहे कृतवन्तः किन्तु किञ्चित् अधिकम् अभ्यासं भवतु इति अत्र किं पृष्टं महोदय एतत् करपत्रं करपत्रे तत्रैव अग्रे अस्तु करपत्रे उपरि वाक्यं न दृष्टवान् ओ अस्तु अस्तु केवलं केवलं रविः इति अस्ति अस्तु अस्तु तत्र रविः मित्रं नगरं रविः मित्रेण सह नगरं नगरं गतवान् समीचीनं महोदय द्वितीयमपि गोपालः गोपालः शिवः सम्भाषणं गोपालः शिवेन सह सम्भाषणं करोति समीचीनं गोविन्दः गतवान् तत्र समीचीनं समीचीनं सम्भाषणं कृतवान् समीचीनं महोदय अस्तु अग्रिमम् अपि करोतु तत्र गोविन्दः इति गोविन्दः भवती चर्चा गोविन्दः भवत्या सह चर्चा करोति चर्चां करोति अस्तु चर्चां करोति तावदेव समीचीनं महोदय अस्तु अग्रे धन्यवादः भानुचेतनी महोदय अग्रे माता पुत्र्या सह बन्धुगृहं गतवती. अग्रे सः भगिन्या सह कलहः कृतवान्. तत्र भगिन्या सह कलहं कृतवान् इति प्रायशः कलहं नपुंसकलिङ्गं महोदय. तत् न न कलहः पुल्लिङ्गे अस्ति, कर्मपदम् अस्ति. कः भवान्? हा भवान् इति वयं न कृतवन्तः, तत् भवता इति अस्ति. भवतः कः भवतः सः? भवतः न, भवता, दीर्घाकारः भवता. भवता आम् महोदय. कः भवता सह आगतवान्? हा समीचीनम्, अस्तु अस्तु महोदय, धन्यवादः महोदय. हा अग्रे वंशीसुधा भगिनी पठति वा तत्र? आं महोदय, सप्तमी पदमस्ति न महोदय. आम राजा इति. राजा सैनिकाः युद्धार्थं. सैनिकाः इति पदं पुंलिङ्गं बहुवचने अस्ति. राजा सैनिकैः सह युद्धार्थं गतवान्. समीचीनं भगिनि, अस्तु. गीता सख्यः प्रवासार्थं. सख्यः इति पुल्लिङ्गं या स्त्रीलिङ्गं महोदय? सख्यः स्त्रीलिङ्गं महोदय. सख्यः इति स्त्रीलिङ्गः अस्ति. स्त्रीलिङ्गः अस्ति सख्यः. बहुवचने अस्ति महोदय सखी. सख्यः तत्र सखिभिः. आम् आम् आम् सखिभिः. आम् आम् गीता सखीभिः सह प्रवासार्थं गतवती. समीचीनं. वैद्यः अस्वस्थाः सम्भाषणम्. अस्वस्थाः इति स्त्रीलिङ्गम् अस्ति बहुवचनरूपेण. वैद्यः अस्वस्थाभिः सम्भाषणं कृतवान्. तत्र पुल्लिङ्गमपि भवति किन्तु पुल्लिङ्गमस्ति चेत् अस्वस्थैः सम्भाषणं कृतवान्. समीचीनं समीचीनं समीचीनं भगिनि, द्वयमपि साधु एव अत्र, चिन्ता मास्तु. समीचीनं भगिनि, अन्तिमं. काः भवत्यः आगच्छन्ति? काः भवत्यः इति स्त्रीलिङ्गं बहुवचनरूपेण अस्ति. काः भवद्भिः सह आगच्छन्ति? तत्र कः वक्तुम् इच्छति काः भवत्यः इति? भवती इति अस्ति चेत् भवद्भिः. भवद्भिः महोदय, कोऽपि जानाति वा किमस्ति इति? नदी अस्ति, नदीभिः. भवती भवत्यः बहुवचनरूपेण अस्ति. काः भवद्भिः सह आगच्छन्ति? भवतीभिः. क्षम्यतां, भवतीभिः सह आगच्छन्ति. समीचीनं भगिनि, धन्यवादः. किञ्चित् क्लिष्टः आसीत् किन्तु समीचीनं, धन्यवादः. रोचके नास्ति महोदय. अस्तु धन्यवादः भगिनि. अस्तु महिल महोदय नमस्कारः. महिल महोदय नमस्कारः. इदानीं रघुपति महोदय तत्र अग्रिमपुटे उपरि भागं द्रष्टुं शक्नोति वा? नो चेत् हा महोदय, कुत्र पश्यति तत्र? चतुर्थ. हा चतुर्थः, तत्र पठतु महोदय. विना इत्यस्य शब्दस्य योगे अपि तृतीया विभक्तिः भवति. उदाहरण एकनिमिषं. धनेन विना कोऽपि न जीवति. सूचना: विना शब्दस्य योगे द्वितीया विभक्तिः पञ्चमविभक्तिः च अपि भवति. अभ्यासः: कैः विना कः किं कर्तुं न शक्नोति, किं न करोति, किं करोति इति वदत. कैः विना किं न करोति या किं करोति इति वदत. यथा लेखनी लेखन्या विना हरिः लेखितुं न शक्नोति. अत्र विना योगे द्वितीयविभक्ति अपि भवति, द्वितीयविभक्ति पञ्चमी विभक्ति. सत्यं महोदय, एतदेव गतवर्गे आगतम् आसीत्. अहं चिन्तयामि कोऽपि पृष्ट वंशीसुधा भगिनी पृष्टवती वा, कोऽपि पृष्टवती विना इति शब्दे तत्र प्रयोगे केवलं तृतीया वा अथवा द्वितीया वा इति. अत्र अत्र उत्तरम् अस्ति, द्वितीया तृतीया अथवा पञ्चमी, त्रयमपि साधु अस्ति भगिनि. अत्र किन्तु तत्र मम मनसि एतदस्ति, तत्र विना शब्दस्य यदि उपयोगं कुर्मः प्रायशः द्वितीयाविभक्ति वा तृतीयाविभक्ति समीचीनम् अस्ति, सुलभमस्ति. किन्तु यथा पठामः कुत्रापि लिखितमस्ति तत्र प्रायशः पञ्चमी विभक्ति अस्ति चेत् तत्रापि ओ एतत् तृतीयविभक्ति स्थाने पञ्चमी विभक्ति अपि स्थापितमस्ति, किन्तु अहं तृतीयविभक्तिरूपम् इति चिन्तयित्वा अवगन्तुं शक्नोमि इति भवति. पञ्चमीविभक्ति सुलभं नास्ति, किन्तु द्वितीयविभक्ति बहु सुलभम् अस्ति, तृतीयविभक्ति अपि सुलभमेव अस्ति. अस्तु, मेहुल् महोदय तत्र कर्तुं न शक्नोति इति, तत्र करोति वा? वयं करपत्रे कर्तुं न शक्नोति. प्रथमवाक्यं कार्यं कार्येण विना रामः स्थातुं न शक्नोति. कार्येण विना रामः स्थातुं न शक्नोति. समीचीनं. द्वितीय उपनेत्रेण विना सः द्रष्टुं न शक्नोति. उपनेत्रेण विना सः द्रष्टुं न शक्नोति. तृतीय पादरक्षया विना सा चलितुं न शक्नोति. हा समीचीनं महोदय, धन्यवादः. अस्तु, गीता भगिनी अग्रे पठति वा? आनन्देन विना एषः उपवेष्टुं न शक्नोति. उपविशति. ओके, आनन्देन आसन्देन विना एषः उपवेष्टुं न शक्नोति. विचित्रः अस्ति. दन्तैः विना वृद्धः चर्वणं कर्तुं न शक्नोति. समीचीनं भगिनि. अग्रिमोऽपि न करोति. आत्मविश्वासेन सः कार्यं न करोति. एतत् सर्वं भगिनि एकनिमिष, एतत् सर्वं किमस्ति, कीदृशप्रयोगः अस्ति अत्र? विना इति शब्दस्य प्रयोगः अत्र, तत्र अत्र सर्वत्र विना इति शब्दः, अतः वाक्ये विना शब्दः भवितव्यः. अतः वाक्यं किं भवति? आत्मविश्वासेन विना सः कार्यं न करोति. समीचीनं, धन्यवादः भगिनि. तत्र पूर्वपुटे किम् आसीत्? सः इति प्रयोगः, पुत्रेण सह इति. इदानीं विना, तत्र वित् इदानीं वितौट् इति, विना. अस्तु अस्तु, शोभा भगिनी पठति वा? आं महोदय. कार्यानं कार्यानेन विना धनिकः सञ्चारं न करोति. कूर्चः कूर्चेन विना चित्रकारः चित्रं न लिखति. घटी घट्या महोदय घट्या विना सः कुत्रापि न गच्छति. धनं धनेन विना जनाः जीवनं न कुर्वन्ति. समीचीनं भगिनि, धन्यवादः. अस्तु, अग्रिमपुटे तत्र किञ्चिदेव अस्ति, तत् कः कर्तुम् इच्छति? नरोश् महोदय करोति वा अग्रे? आम् अग्न्या विना ऐन्द्रजालिकः दीपं ज्वालयति. हा, तत्र एकनिमिषं महोदय, अग्निः इति पुल्लिङ्गशब्दः इति मन्ये. अग्निः, हरिः इति तत्र तृतीया अस्ति. वयं न अभ्यासपुस्तके न कृतवन्तः महोदय, किन्तु हरिः अग्निना विना इन्द्रजालिकः दीपं ज्वालयति. शय्यया विना अपि निर्धनः निद्रां करोति. आहारेण विना मुनिः जीवति. लोकयानेन विना नगरजीवनं न भवति. अन्यसाहाय्येन विना एव सः महत् कार्यं साधितवान्. समीचीनं महोदय, धन्यवादः. सर्वे अवगच्छन्ति खलु तत्र यानि वाक्यानि सन्ति? सर्वे अवगच्छन्ति इति मन्ये. अस्तु, अतः तत्र करपत्रं सर्वं कृतवन्तः इति मन्ये तत्र. आम्, सर्वं कृतवन्तः. अस्तु, इदानीं वयम् अभ्यासपुस्तकं पश्यामः. तत्र पुटसङ्ख्या महोदये, अन्ये साहाय्यं साहाय्येन विना एव विना द्विपदम् अपि आगन्तुं शक्यते वा? आमां भगिनि, तत्र एव इत्युक्ते साहाय्येन विना, तत्र एम्फसिस् इति वयं वदामः आङ्ग्लभाषायां. तत्र सः महत् कार्यं साधितवान्. कथं साधितवान्? कोऽपि साहाय्यं कृतवान् वा? न, सः अन्यसाहाय्यं न स्वीकृतवान्. अन्यसाहाय्येन विना सः एतत् महाकार्यं साधितवान् एव, ओन्लि वितौट् एनी अदर्. तत्र एम्फसिस् इति मन्ये. अस्तु, तत्र एव इति तत् एव अपि विना तत्र भवत्याः चिन्तनं किं? तत्र विरुद्धशब्दः इति चिन्तयति वा किम् इति वा? प्रश्नः किं भगिनि? तत्र साहाय्येन विना एव सम्यक् न अवगतं महोदय. इति चिन्तयतु, कोऽपि प्रश्नं करोति. सहायेन विना एव हिन्दीभाषे एव हि सहायेन विना किसी की सहायता के बिना ही उसने महान कार्य किया। अहम एव कृतवान् सहायेन विना तदपि हा तत्र तत् एव इति एम्फसिस् इति तावदेव इति मन्ये तत्र अस्तु महोदय धन्यवादः अस्तु धन्यवादः अस्तु अस्तु इदानीम् अभ्यासपुस्तकम् इति अत्र पश्यामः पुटसङ्ख्या 54 तत्र सायकृष्णमहोदय तत्र पठति वा तत्र अभ्यासपुस्तकं 54 20.1 इति अध्यथन श्वस्तन श्वस्तन ह्यस्तन ह्यस्तन ह्यस्तन एतत् सम्भाषणं पठतु अद्य परीक्षा आसीत् वा आम् आसीत् अद्यतन प्रश्नपत्रिका कथम् आसीत् प्रश्नपत्रिका सरला आसीत् ह्यस्तनप्रश्नपत्रिका तु कठिना आसीत् श्वस्तनपरीक्षार्थम् अभ्यासं कृतवान् वा भवान् आम् किञ्चित् कृतवान् हा धन्यवादः महोदय अस्तु अत्र अत्र किमस्ति अद्य श्वः ह्यः इति अस्ति तत्र अद्यतन इति षष्टिविभक्तिरूपम् अस्ति अद्यतन श्वः अस्ति श्वस्तन ह्यस्तन तत्र अद्यतनपरीक्षा ह्यस्तनपत्रिका ह्यस्तनकार्यं श्वस्तनकार्यम् अद्यतनकार्यम् इति प्रयोगः भवति तत्र सम्भाषणे किम् अस्ति पश्यामः पुनरेकवारम् अद्य परीक्षा आसीत् वा परीक्षा अद्य आसीत् वा इति प्रश्नः आम् आसीत् इदानीम् अद्यतन प्रश्नपत्रिका परीक्षायां पत्रिका अस्ति खलु अतः प्रश्नपत्रिका अद्यतनप्रश्नपत्रिका कथम् आसीत् अद्यतनप्रश्नपत्रिका सरला आसीत् किमर्थं सरला इति अस्ति तत्र किमर्थं सरलं नास्ति हा समीचीनं महोदय पत्रिका इति अस्ति उत्तरे अपि स्त्रीलिङ्गपदमेव भवितव्यम् अद्यतनप्रश्नपत्रिका सरला इति विशेषणं भवति अद्यतनप्रश्नपत्रिका सरला आसीत् ह्यस्तनप्रश्नपत्रिका तु कठिना आसीत् कठिना अपि विशेषणमस्ति ह्यस्तनप्रश्नपत्रिका शब्दस्य तु इति एम्फसिस् तु तत्तु कठिना इति ह्यस्तनप्रश्नपत्रिका तु कठिना आसीत् श्वस्तनपरीक्षार्थं श्वः अपि परीक्षा भवति अतः श्वस्तनपरीक्षार्थम् अभ्यासं कृतवान् वा भवान् भवान् किमपि अभ्यासं कृतवान् वा न वा इति प्रश्नः भवति आं किञ्चित् कृतवान् इति उत्तरं भवति अतः अत्र किमस्ति नूतनशब्दाः सन्ति तत्र अद्यतन श्वस्तन ह्यस्तन इति अत्र अधोभागे किञ्चित् चित्रम् एतद् अस्ति किन्तु वयमेव वाक्यानि रचितुं शक्नुमः इति मन्ये अद्यतन श्वस्तन संशयः वदतु महोदय अद्यतन महोदय अवदत् षष्टिरूपं कथम् एकवारं विवृणोतु एतत् अहं मम मनसि अपि प्रश्नः अस्ति मम महोदय, किन्तु एतद् एतावत् अहं न जानामि. अहं पृष्टवान्, यथा उत्तरं लब्धम् अहमपि विवृणोमि. अस्तु. किन्तु तत्र प्रयोगः तादृशः अस्ति, किन्तु किमर्थम् एतत् एव षष्टिविभक्तिरूपम् इति अहमपि गतसप्ताहे एव चिन्तितवान्, कानिचन जनान् पृष्टवान्, किन्तु उत्तरम् एतावत् न लब्धम्. किन्तु क्षम्यतां महोदय, प्रश्नं किम् अस्ति? किमर्थम् अद्यतन इति षष्टिविभक्तिरूपम्? अद्यस्य किं न, अद्य शब्दः किमर्थम् अथवा श्वः अस्ति किमर्थं श्वस्वन इति, किमर्थं तदेव षष्टिविभक्तिरूपम् अस्ति इति. केवलं दिनविषये एव अद्यतन तनतन प्रत्यय उपयोगं करोति वा? केवलं भवति, किन्तु तत्र नियमः कः, कस्य केन सूत्रेण एतत् कार्यं भवति इति तद् अहं न जानामि महोदय. ओके महोदय. अतः तत्र तद् यदा उत्तरं प्राप्नोमि अहं वदामि, किन्तु प्रायशः अग्रिमवर्गे एव. अस्तु. किन्तु भानुचेतन महोदय, उत्तमप्रश्नः एव, किन्तु किञ्चित् प्रतीक्षां करोतु. अस्तु महोदय. अस्तु अस्तु, इदानीम् एतत् एतानि पदानि उपयुज्य वाक्यं रचयामः. अस्तु, कः वक्तुम् इच्छति? अद्यतन श्वस्तन ह्यस्तन वा? अस्तु, अहं वेणुगोपाल महोदय अथवा रघुपति महोदय, यदि रघुपति महोदय यदि वक्तुं वदतु. अद्यतनपत्रिकायां कोऽपि विशेषः अस्ति वा इति प्रश्नः. समीचीनं महोदय. वेणुगोपाल महोदय, अद्यतन पत्र अद्यतनपत्रिकां किमपि पत्रिकायां किमपि वार्ता नास्ति, किमपि विशेषवार्ता नास्ति. समीचीनवार्ता नास्ति, विशेषा वार्ता नास्ति. अस्तु, समीचीनं. भानुचेतनी महोदय, जनाः सर्वदा चिन्तयन्ति स्वस्तनकार्यं बहु सरलम् अस्ति इति. अस्तु, समीचीनं. कार्यं बहु समीचीनं भवति इति वा? बहु सरलं, बहु सरलम् इति, बहु सरलम् इति चिन्तयन्ति. समीचीनं महोदय. गीता भगिनी, अद्यतन अहम् अस्वस्था अस्मि. अद्यतन इति तद् अद्य इति नास्ति भगिनी. अद्यतन इति अद्यतन इति अद्यतनपत्रिका अद्यतन अद्यतनकार्यम् इति अद्यतनकार्यम् अहं समीचीनं न करोमि. अद्यतनं गृहपाठं कृतवती, तादृशप्रयोगः भगिनि. समीचीनमेव, पुनरेकवारं वदतु यद् वाक्यम् उक्तवती. अद्यतन इस् नाट् भूतकाल न, अद्यतन अद्यतन टुडेस् इति, टुडेस् इति अद्यतन संस्कृत गृहपाठं अहं कृतवती. समीचीनं, तावदेव. अद्यतन गृहपाठम् अहं कृतवती. समीचीनं भगिनि. समीचीनं, धन्यवादः. नरेश महोदय, अद्यतन पत्रिकाम् अहं न पठितवान्, न पठितवान्। समीचीनं महोदय। वंशीसुधा भगिनी, अहं चिन्तयामि महोदय, अद्यतनतरुणः श्वस्तन भविष्यः अस्ति। अद्यतनतरुणः श्वस्तन भविष्यः अस्ति। श्वस्तन भविष्यः, टुडेस् यूथ् इस् टुमारोस् फ्यूचर्। टुमारोस् फ्यूचर्, अस्तु। भविष्यः अतः अवगच्छामि, किन्तु हा अस्तु अस्तु भगिनि, अहं न जानामि सम्यक् एव अस्ति न किन्तु अद्यतन, तत्र अद्यतन इति पदस्य प्रयोगः समीचीनः अस्ति। अस्तु भगिनि, हा समीचीनं, धन्यवादः। रमाबाई भगिनि, अस्तु महोदय, अद्यतनसभाभवने नाटककार्यक्रमः अस्ति। हा समीचीनं समीचीनं, हा समीचीनम्, अस्तु। मेहुल् महोदय, अस्तु, शोभा भगिनी वदति वा? आं महोदय, वार्ते आसीत् अद्यतनवृष्टिः भवितुं भवितुम् अर्हति अर्हति, परन्तु न भवति, न अभवत् वा? न अभवत्, अस्तु, न अभवत् अथवा नास्ति, किन्तु वर्षा नास्ति। महोदय, अद्यतन अद्य, ऐ थिङ्क् दिस् क्वश्चन् वास् आलरेडि ऐ आस्क्ड् अण्ड् यु आन्सर्ड्। डिफ्रेन्स् बिट्वीन् अद्य अण्ड् अद्यतन, अद्य इत्युक्ते टुडे, अद्यतन अस्ति टुडेस्, टुडेस् टुडेस्, अद्यतनपत्रिका, अद्यतनवार्ता, अद्यतनपरीक्षा इति टुडेस्, श्वस्तन अपि तादृश एव अस्ति। धन्यवादः महोदय। महोदय महोदय, अहम् एकम् एकं वाक्यं वदामि महोदय, पूर्वतनवाक्यं सम्यक् एव नास्ति, अहं चिन्तयामि। अद्यतनकक्षा समीचीना अस्ति महोदय, एतत् अपि समीचीनं, धन्यवादः भगिनि, धन्यवादः। अद्यतनसमाजे बहु क्लेशः भवति, अद्यतनसमाजे बहु क्लेशः भवति, हा बहु क्लेशः भवति, समीचीनं महोदय, समीचीनम्। अस्तु, इदानीं सर्वे अवगच्छन्ति खलु अद्यतन श्वस्तन ह्यस्तन इति प्रयोगः कथं भवति इति, अद्यतनविषये अथवा श्वस्तनवर्गे एतत् अभवत् अथवा एतत् भवति अथवा ह्यस्तनवर्गे एतत् वयं कृतवन्तः, एतत् सर्वम् अद्यतन श्वस्तन ह्यस्तन इति रूपं तत्र भवति। अस्तु, तादृश एव अत्र अग्रिमम् अभ्यासे अपि गत अपि आगामि इति भवति तत्र। अद्यतनकर्मणः फलं श्वः भविष्यति, अद्यतन अद्यतनकर्मणः फलं श्वः भविष्यति, समीचीनं भगिनि, समीचीनं, भवती उक्तवती किल अद्यतनकर्म श्वः, तादृशः वंशीसुधा भगिनी उक्तवती, तादृश एव अस्ति एतदपि, अद्यतनकर्मणः तत्र भविष्यति, श्वः भविष्यति, समीचीनं भगिनि, अस्तु, अस्तु। अग्रे कः पठति? मेहुल् महोदय अग्रिमं पठति वा? गत आगामि इति, आम् आम् आम् एकं निमिषः, गत आगामि अग्रिमपुटे अस्ति महोदय, आम् अग्रिमपुटे गत आगामि, गतमासे निर्वाचनम् आसीत्, गतदिने अहं कार्यालये आसीत्, आसम् गतसप्ताहे गतसप्ताहे मम गृहे अतिथिः आसीत्। गतवर्षे अहं भारतदेशे गतवान्। समीचीनं महोदय, हा समीचीनम्। अस्तु अग्रे शोभा भगिनी अग्रिमं करोति वा तत्र आगामि? आं महोदय, आगामि आगामिवर्षे अहं प्रवासार्थं भारतदेशं गमिष्यामि आगामिमासे मम मित्रम् आगमिष्यति। आगामिसप्ताहे अहं योगशालां गमिष्यामि। आगामिपर्वदिने अहं देवालयं गमिष्यामि। समीचीनं भगिनि, धन्यवादः। अस्तु तत्र गत इति भूतकाले, आगामि इति भविष्यत्कालस्य, गतमासे, गतदिने, गतवर्गे, गतसप्ताहे, गतवर्षे, गतसप्ताहे, तत्र सर्वत्र सप्तमी विभक्तिरूपम् अस्ति, मासे, दिने, सप्ताहे, वर्षे इति। अत्र तादृशः प्रयोगस्य प्रयोगं कृत्वा वाक्यं रचयामः। गतमासे दिने प्रथमं गत इति, गत अथवा आगामि कोऽपि चिन्ता मास्तु, तत्र एकं वाक्यं रचयन्तु। गत अथवा आगामि मासे, दिने वा, सप्ताहे वा, वर्षे वा, अथवा वर्गे वा, किमपि उपयुज्य किं भवान् अथवा भवती कृतवती अथवा करिष्यति अथवा इति। अस्तु महोदय, महोदय एक आगामि, यदा वयम् आगामि इति पदं उपयोगं कुर्मः तदा भविष्यत्कालरूप एव भविष्यति वा या वर्तमानकाल? आगामि इत्युक्ते नेक्स्ट्, नेक्स्ट् वर्तक वर्तमानरूपम् अपि आगामि मासे अहं गच्छामि सम्यक् वा? आगामि मासे अहं नगरं गच्छामि, आगामि आगामि दिने गच्छामि, आगामि दिने प्रायशः गच्छामि इति तत् प्रायशः सम्यक् अस्ति, किन्तु यदि वर्षे मासे इति अस्ति चेत् तत्र भविष्यत्काल एव समीचीनम् अस्ति। धन्यवादः। अस्तु अस्तु भालचेतन महोदय, भवान् वदति वा वाक्यम् एकम्? गत महोदय आगामि कोऽपि गत वा आगामि वा? गतमासे नूतन भगवद्गीता कक्षां पाठयामि। अस्तु कक्षां पाठयामि, समीचीनं महोदय। अस्तु अन्य कोऽपि रमाबाय् भगिनी? आगामिमासे मम पुत्री अमेरिकातः भारतम् आगमिष्यति। अमेरिकातः भारतं गमिष्यति, अमेरिकातः भारतम् आगमिष्यति, भारतम् आगमिष्यति। अस्तु भगिनि, हा आगमिष्यति। अस्तु भगिनि, हा समीचीनं, हा अमेरिकातः भारतम् आगमिष्यति, समीचीनं भगिनि। हा अस्तु नरेश महोदय, आगामिसप्ताहे अहं शिकागो नगरं गमिष्यामि। समीचीनं महोदय। रघुपति महोदय, आगामिमासे भारते निर्वाचनप्रक्रिया भविष्यति, आरम्भं भविष्यति, आरम्भं कस्य आरम्भः भविष्यति? निर्वाचनस्य आरम्भः भवति, निर्वाचनस्य आरम्भः भविष्यति इदानीं आरम्भम् आरम्भः भविष्यति इति स्वीकुर्मः. अस्तु महोदय, देर् केन् यू से आरभ्यति आर् दट्स् राङ्ग् रैट्? हा, तत्र आरभ्यते इति तत्र तद् वर्तमानकालमस्ति, अतः तत्र भविष्यत्कालरूपम् इदानीं पर्यन्तं न कृतवन्तः इति, अतः भविष्यति इति वयं स्वीकृतवन्तः भगिनि तत्र. आं महोदय, हा, भविष्यत्कालरूपम् अपेक्षितम् इति, हा, तावदेव. अस्तु, गीता भगिनी वदति वा? अस्तु, मेहुल् महोदय. आं महोदय, आगामिपर्वदिने अहं देवालयं गमिष्यामि. हा, समीचीनं महोदय. वेणुगोपाल् महोदय. गतवर्षे गृहं क्रीणितवान्, आगामिवर्षे तत्र निवसामि. हा, अस्तु महोदय, निवासं करिष्यामि इति, अथवा भविष्यत्काले यदि भविष्यत्कालरूपम् अस्ति. क्रीतवान् क्रीणितवान् महोदय? क्रीतवान् इति, क्रीतवान् इति, तत्र सर्वदा तत्र क्लेशः भवति, किन्तु एतत् वयं चर्चितवन्तः इति मन्ये, क्रीतवान् इति, क्रीणीतवान् वा क्रीतवान् इति, क्रीतवान् एव सम्यक् इति मन्ये महोदय. गीता भगिनी वदति वा? अस्तु, वंशीसुधा भगिनी. आं महोदय, गतबुधवासरे भाषावर्गः कक्षा आसीत्. हा, समीचीनम्. आगामिसप्ताहे मम गृहे पूजा भविष्यति. पूजा भविष्यति, समीचीनं भगिनी, धन्यवादः. अन्य कोऽपि गीता भगिनी वक्तुम् इच्छति वा? अस्तु, साईकृष्णमहोदय वक्तुम् इच्छति वा? गतसप्ताहे अहं गृहपाठं कृतवान्. हा, समीचीनं महोदय, समीचीनं, तावदेव, धन्यवादः. अस्तु, आगामिमासे वसन्त ऋतुः आगमिष्यति. समीचीनं महोदय, समीचीनं. अस्तु, अन्य कोऽपि वक्तुम् इच्छति चेत् कृपया वदन्तु, कृपया वदतु. अहं प्रयत्नं करोमि महोदय. वदतु भगिनि. आगामि दिने अहं मम मित्रस्य गृहं गमिष्यामि. गतदिने मम मित्रं मह्यम् आह्वयन् इन्वैटेड् आहूतवती आहूतवती आहूतवती अथवा आहूतवान् आहूतवती आहूतवती. धन्यवादः महोदय. मह्यम् आहूतवान् अथवा मह्यम् आहूतवती. हा, समीचीनं भगिनि, हा, समीचीनम्. अस्तु, अन्य कोऽपि वक्तुम् इच्छति वा गत अथवा आगामे इति? अस्तु, अतः अग्रे गच्छामः, यावत् तावत् इति. अस्तु, तत्र भानुचेतनी महोदय पठति वा तत्र? अस्तु, अस्तु, वंशीसुधा भगिनी तत्र पठति वा? आं महोदय, यावत् तावत् एतानि वाक्यानि पूर्णानि, क्षम्यतां, पूर्णानि करोतु. हा, पूर्णानि करोतु, पूर्णानि करोतु. ओ, पूर्णानि शब्दमस्ति. क्षम्यताम्. उदाहरणं, नद्यां यावत् जलम् अस्ति तावत् सरोवरे नास्ति. अग्रे पठामि महोदय. कर्णाटकं यावत् विशालं केरलं तावत् विशालं नास्ति. एषा यावत् कार्यं करोति तावत् अहं न करोमि. समीचीनं भगिनि. यावत् तावत् तत्र यावत् विशालं तत्र देशस्य अस्ति. यावत् विशालं तावत् विशालं केरलं नास्ति इति तत्र तुल्यं कुर्मः. यावत् विशालम् इति यावत् कार्यम् इति तादृशः. अस्तु अग्रे वेणुगोपाल् महोदय. हरि ओं महोदय. क्षन्तव्यं तत्र दूरवाण्या. अस्तु अस्तु अस्तु महोदय. अस्तु अस्तु अस्तु अस्तु महोदय. अस्तु इदानीं वेणुगोपाल् महोदय. वेणुगोपाल् महोदय करोति किन्तु अग्रे भवान् करोतु महोदय. अस्तु वेणुगोपाल् महोदय. भीमस्य यावत् धैर्यम् अस्ति तावत् दुर्योधनस्य धैर्यं नास्ति. हा समीचीनं महोदय. अग्रे सः यावत् वदति तावत् किं किं न वदति अथवा अहं न वदामि अथवा अन्य कोऽपि न वदति. न वदति. समीचीनं महोदय. धन्यवादः. बालचेतन महोदय इदानीं. मम भगिनी यावत् पठति तावत् अहं न पठामि. समीचीनम्. अग्रे अहं मधुरं यावत् इच्छामि तावत् अन्य कोऽपि न खादन्ति इच्छति. अग्रे सुधा यावत् क्रीडति तावत् तावत् अधिकम् अहं क्रीडामि. अस्तु तावत् तावत् सरोवरे तत्र तावत् तावत् तदनन्तरं भवान् किम् उक्तवान् महोदय? तावत् अधिकम्. तत्र तावत् इति प्रायशः तावत् अधिकम् इति तावत् अहं क्रीडामि इति प्रायशः सम्यक् अस्ति. किन्तु यत् भवान् वक्तुम् इच्छति तत्र तस्य अधिकम् अहं क्रीडामि. तस्य अधिकम् इति तादृश अन्यरूपं तत्र अपेक्षितमिति मन्ये महोदय. तावत् तत्र यावत् तावत् इति अस्ति चेत् तत्र तावत् सरोवरे नास्ति. यत्र नास्ति तत्र किम् अस्ति? यावत् यत्र अस्ति तत्र अधिकमस्ति. तावत् यत्र अस्ति तत्र किञ्चित् न्यूनता अस्ति. किन्तु यदि न अस्ति इति वदामः तत्र तत्र किं भवति? भानुचेतिनी महोदय तत्र उदाहरणमस्ति खलु? आं महोदय. प्रथमतः उदाहरणं तत्र तत्र यदि नकारः त्यजामः नद्यां यावत् इति तत्र नकारः त्यजामः चेत् किं भवति? वाक्यं किं भवति? नद्यां यावत् जलमस्ति तावत् सरोवरे अस्ति. इत्युक्ते समानमस्ति. यत् यावत् जलं नद्याम् अस्ति तावदेव जलं सरोवरे अस्ति इति. आं महोदय. तत्र नास्ति इत्युक्ते तत्र समानता अस्ति. यदि नकारः नास्ति चेत् समानः अस्ति. किन्तु नकारः अस्ति चेत् कुत्र अधिकम् अस्ति? नद्यां. अतः नद्याम् अधिकम् अस्ति. अतः अत्रापि तादृश एव प्रयोगः भवति महोदय. यावत् इति तत्र अधिकता अस्ति तावत् तत्र न्यूनता अस्ति इति. यावत् अहं क्रीडामि तावत् सुधा न क्रीडति. तादृशरूपं भवति. ओके ओके. किन्तु यदि तत्र विपरीततया वक्तुम् इच्छामः चेत् तत्र रूपः रूपं किञ्चित् तस्य परिवर्तनं कर्तुं भवति महोदय, तत्र परिवर्तनम् अपेक्षितम् अस्ति. हा अस्तु, हा इदानीं यावत् तावत् इति अन्यपदम् अन्यवाक्यानि वदामः. अस्तु, कः वदति? शोभा भगिनी वदति वा यावत् तावत् इति? आं महोदय, यावत् शैत्यं मम नगरे अस्ति तावत् फ्रीमाण्ट् नगरे नास्ति. हा अस्तु भगिनि, समीचीनम्. अस्तु, हा धन्यवादः. अस्तु, अन्य कोऽपि? रघुपतिमहोदय. यावत् उष्णं मम ग्रामे अस्ति तावत् उष्णं अमेरिकादेशे नास्ति इति मम मन्ये. अस्तु महोदय, हा रमाबाई भगिनि. यावत् मम अनुजा गायति तावत् अहं न गायामि. समीचीनं भगिनि, हा धन्यवादः. हा अस्तु, अन्य कोऽपि? गीता भगिनी वदति वा इदानीं? यावत् छात्राः प्रिपेर् फर् एक्साम् यावत् छात्राः पाठं पठन्ति तावदेव परीक्षायां लिखन्ति. हा तावदेव परीक्षायां लिखन्ति. समीचीनं भगिनि. धन्यवादः. अन्य? अहं वदामि. यावत् भवान् कार्यं करोति अहं कर्तुं न शक्नोमि. तावत् अहं न कर्तुं न शक्नोमि. अस्तु, समीचीनं महोदय. वेणुगोपाल् महोदय. यावत् हिमं हिमालये अस्ति तावत् अन्यत्र नास्ति. अन्यत्र नास्ति, समीचीनं. हा अन्य कोऽपि? महोदय अहं वदामि. वदतु महोदय, मेल् महोदय वदतु. हा भवान् यावत् संस्कृतं जानाति तावत् अहमपि एकदिने जानामि. हा समीचीनं महोदय. हा ज्ञास्यामि इति प्रायशः अस्ति. वंशीसुधर् भगिनि. अहं चिन्तयामि यावत् आवश्यकं तावत् एव कार्यं करोतु. समीचीनं भगिनि. धन्यवादः महोदय. यावत् आवश्यकं तावदेव कार्यं करोतु. हा अस्तु, समीचीनं भगिनि. अस्तु, हा रमाबाई भगिनि वदति वा? अस्तु, भानुचेतन महोदय. रमाबाई भगिनि वदतु. अग्रिमम् अहं वद. अस्तु अस्तु अस्तु, अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु. हा अन्य कोऽपि वदति वा? गीता भगिनी. अस्तु अस्तु, यावत् तावत् महोदय, यावत् तावत् अहं चिन्तयामि आङ्ग्लपदे यास् मच् सो मच् महोदय. हा हा हा सत्यं. महोदय एकः प्रसिद्धः वाक्यमस्ति यावत् तावत्. वदतु महोदय. यावत् जीवेत् तावत् घृणं कृत्वा घृतं पिबेत्. यावत् यावत् जीवेत् तावत् ऋणं कृत्वा घृतं पिबेत्. समीचीनं महोदय. समीचीनं नास्ति महोदय. समीचीनं नास्ति वा? ऋणं कृत्वा घृतं न सेवनीयम्. किन्तु तत्र अर्थं कः महोदय? अर्थं समीचीनं न इति अहं. अर्थः कः इति वदतु महोदय, रघुपतिमहोदय. न समीचीनं नास्ति एतत् कार्यम् इति अहं. किन्तु अस्तु अस्तु, किन्तु अर्थः कः इति एकवारं वदतु. ऋणं कृत्वा ऋणं कृत्वा डोण्ट् बोरो टु यु नो टेक् घी अर्थः इत्युक्ते किमपि ऋणं कृत्वा एन्जाय् लैफ् न कोऽपि चिन्ता कोऽपि चिन्ता मास्तु अतः एकं चरक् फिलोसफि तत्त्वज्ञानस्य इति चार्वाकस्य एकं ऋणं कृत्वा दुःखं पिबेत् यावत् सुखं जीवेत् अस्ति एकं वाक्यमस्ति And they don't believe in next life, Charvaka. That's why. Ruḍaṁ kṛtvā ghṛtam, ghṛtam, ghṛtam pribhet. Do not pay next life. Ruḍaṁ kṛtvā is take loan and take ghee also. Yeah. You can enjoy the life. enjoy the life somehow. You have, you can enjoy taking any number of loans, that's what it says. Malyar. my money is mine, your money also is your money is also mine. सर्वे जनाः एतत् चिन्तनम् अस्ति यावत् जनाः मह्यं धनं मह्यं धनं किं हा यावत् तावत् इति तादृशरूपम् अस्तु अस्तु यावत् तावत् अन्य अत्र अन्य कोऽपि महोदय अहं प्रयत्नं करोमि एकं वाक्यं यावत् जनसङ्ख्या निर्वाचने भवति तावत् निर्वाचनस्य फलितांशं उत्तमम् अस्ति उत्तमं भवत् भविष्यति उत्तमं भविष्यति उत्तमं भविष्यति समीचीनं भगिनि समीचीनं भगिनि अग्रे भानुचेतन महोदय वदति वा इदानीम् अस्तु अस्तु अतः यावत् तावत् इति प्रयोगस्य किञ्चित् अभ्यासः कृतवन्तः अस्तु अग्रे गच्छामः यथा तथा इति अस्तु तथा यदि तर्हि वयं कृतवन्तः यथा तथा अत्र अस्ति अस्तु तत्र कः पठति रमाबाई भगिनी पठति वा तत्र यथा तथा इति अग्रिमपुटे आं महोदय यथा तथा उदाहरणं दृष्ट्वा अनन्तरवाक्येषु रिक्तानि स्थलानि उचितैः शब्दैः पूरयतु उदाहरणं यथा सचिन् टेण्डुल्कर् क्रीडति तथा अहं न क्रीडामि यथा भीमसेनजोशी गायति तथा अन्यः न गायति कालिदासः काव्यं लिखितवान् यथा कालिदासः काव्यं लिखितवान् तथा कोऽपि न लिखति समीचीनं भगिनि धन्यवादः धन्यवादः भगिनि अस्तु अग्रे महोदय तत्र अन्यः कोऽपि वक्तुम् आवश्यकं वा कोऽपि इति पर्याप्तं कोऽपि अपि पर्याप्तं कोऽपि तत्र केपि केपि तत्र बहुवचने अस्ति चेत् केपि कोऽपि न लिखति इति बहुवचने वा तत्र अन्यः अन्यः इत्युक्ते स्पष्टं भवति इति मन्ये महोदय कः तादृश कः तथा कः लिखति लिखति हा स्पष्टः स्पष्टं भवति इति मन्ये महोदय अन्यः अस्ति चेत् किन्तु वाक्यं कः इति उपयुज्य अपि वक्तुं शक्नुमः किन्तु तत्र कालिदासं विहाय अन्य कोऽपि तादृशः न कर्तुं शक्नुवन्ति इति अर्थः भवति खलु कालिदास एव तादृशः लेखितुं शक्नोति इति तद् तदेव भवति खलु तत्र महोदय अतः अन्य प्रायशः अन्यः हा तदेव मम चिन्तनम् अस्ति महोदय अस्तु हरि ओम् नरेश महोदय अग्रे तत्र यथा रविवर्मा चित्रं विलिखति तथा कोऽपि न विलिखति न लिखति न लिखति समीचीनं महोदय यथा मम मित्रं गायति तथा अहं न गायामि समीचीनं महोदय धन्यवादः अस्तु गीता भगिनी वदति वा अग्रे यथा भवान् पाठयति तथा सः न पाठयति तावदेव अग्रिमं यथा सः उपन्यासं करोति तथा मम उपन्यासं कर्तुं न शक्नोमि तथा उपन्यासं न करोमि कर्तुं न शक्नोमि अथवा कर्तुं न शक्नोमि समीचीनं भगिनि अग्रिमं यथा मम अध्यापकः संस्कृतं जानाति तथा अहं न जानामि अस्तु अस्तु तत्र यथा तथा इति अस्ति यथा तथा यथा एतत् भवति तथा एतद् न भवति तत्र किञ्चित् तुल्या इति अस्ति अस्तु तत्र अत्र महोदय यावत् तावत् क्वाण्टिटि अत्र किञ्चित् भेदः अस्ति यथा तथा आम् सत्यं सत्यम् अत्र यथा तथा इति क्वालिटि अस्ति महोदय क्वालिटि ओके तत्र क्वाण्टिटि ओके तत्र यावत् क्वाण्टिटि मेजर् मेजर् ओके मेजर् मेजर् अस्ति तत्र क्वालिटि टु क्वालिटि यथा तथा क्वालिटि ओके कम्पेरेटिव् एव अस्ति यावत् तावत् तत्र क्वाण्टिटेटिव् तत्र क्वालिटेटिव् ओके तदेव तदेव महोदय अस्तु अस्तु अग्रे गच्छामि महोदय यावत् एकम् उत्तमम् उदाहरणमस्ति यावत् वित्तोपार्जनशक्तः तावत् निजपरिवारो रक्तः एकवारं अर्थः वदतु महोदय यावत् वित्तोपार्जनशक्तः तावत् निजपरिवारो रक्तः एकवारम् अर्थः वदतु महोदय यावत् यावत् वित्तोपार्जनशक्तः तावत् निजपरिवारो रक्तः किञ्चित् वदतु महोदय तत्र किम् अस्ति इति अन्य कोऽपि वदति वा शुद्धभाषायाम् आं महोदय यावत् मम कृते वित्तोपार्जनस्य शक्तिः अस्ति तावदेव मम परिवारजनाः मम कृते आसक्त्याः आसन् आसन् सन्ति अस्तु अस्तु सर्वे अवगच्छन्ति वा भजगोविन्दे बहु प्रसिद्धश्लोकः अस्ति महोदय यावत् पवनो निवसति देहे तावत् पृच्छति कुशलं देहे शरीरे पवनः अस्ति चेत् सर्वे कुशलं पृच्छति, न तु पवनः नास्ति चेत् कोऽपि न कुशलं पृच्छति इति अर्थः महोदय. आम् समीचीनं भगिनि. अस्तु, अतः यावत् तावत् सर्वत्र अस्ति इति अस्तु, बहु उपयोगकरम् अस्ति. वदतु महोदय, महल् मध्ये वदतु. एतत्तु चर्पटपञ्जरिकास्तोत्रमस्ति, आदिशङ्कराचार्य कृतं. चर्पटपञ्जरिकास्तोत्रं नाम अस्ति चर्पटपञ्जरिकास्तोत्रं. तत्र प्रत्येक श्लोके अन्ते भजगोविन्दं भजगोविन्दं मूढमते. धन्यवादः. नाम किमस्ति महोदय? भजगोविन्दम् इति एव चर्पटपञ्जरिका. अस्तु, धन्यवादः महोदय. समीचीनं. अस्तु, इदानीम् अग्रे गच्छामः. तत्र स्म इति, स्म इति प्रयोगः अस्ति. तत्र कः पठति? यदा तदा प्रमुखः वाक्यमस्ति महोदय, यथा राजा तथा प्रजा. हा सत्यं सत्यं भगिनि, समीचीनं. तथा अवगन्तुं शक् सुलभया अस्ति. सत्यं, हा यथा राजा तथा प्रजा, समीचीनं भगिनि. धन्यवादः. अहम् एकं हास्यदायकं वाक्यं वदतु भगिनि, वदितुम् इच्छामि. यथा प्रजा तथा राजः अपि. अमेरिका देशस्य वर्तमानस्य यथा राजा अस्ति तथा के अपि वाक्यमेव भारतदेशे एव अस्ति, अमेरिकादेशे नास्ति. सर्वत्र एतदेव स्थितिः अस्ति, किं कुर्मः. अस्तु, अग्रे गच्छामः. स्म इति तत्र कः पठति? कोपि इदानीं पर्यन्तं न पठितवान्, पठितवती. अस्तु, वेणुगोपाल् महोदय पठति वा तत्र स्म इति? आम् आं महोदय. स्म, सुन्दरेशः बन्धुगृहं गत्वा आगतवान्. तत्र कः कः किं करोति स्म इति सः मातरं वदति. किं पठामि अपि महोदय? मातामहः अस्तु, मातामहः ध्यानं करोति स्म. मातुलानि पचनं करोति स्म. समीचीनं महोदय. पाकं करोति स्म, क्षम्यतां, पाकं करोति स्म. अग्रिममपि वदतु तत्र. अस्तु, मातुलः पूजां करोति स्म. हा समीचीनं, धन्यवादः महोदय. अत्र स्म इति किं भवति? भूतकालरूपं भवति. कः कः किं करोति स्म? स्म इति उपयोग तत्र स्थापयामः चेत् भूतकालरूपं भवति. अहं पठामि, किन्तु अहं पठामि स्म इत्युक्ते भूतकालरूपम्. अहं पठामि तत् वर्तमानरूपम् अस्ति, किन्तु अहं पठामि स्म इति भूतकालरूपं भवति. विद्यालये अहं पठामि स्म, बालकाले अहं पठामि स्म, विद्यालये पठामि स्म इति रूपं भवति भूतकालरूपं. स्म इति केवलं स्म इति तत्र अस्ति चेत् भूतकालरूपं भवति, अन्यपदस्य कोऽपि परिवर्तनं न भवति. वाक्यं वर्तमानकाले अस्ति, तत् वाक्यं स्वीकृत्य अन्ते केवलं स्म इति स्थापयामः चेत् भूतकालरूपं भवति तत्र. तत्र मातामहः ध्यानं करोति इति वाक्यं वर्तमानकाले अस्ति, किन्तु मातामहः ध्यानं करोति स्म इति अस्ति चेत् भूतकालरूपं भवति. अत्र चित्रं दृष्ट्वा एतादृशवाक्यं वदन्तु, केवलं वर्तमानकालवाक्यं, तदनन्तरम् अन्ते स्म इति, तावदेव. अस्तु महोदय, अत्र एक अत्र करोति स्म इत्युक्ते कार्यं पूर्णतया न अभवत् इति न अभवत् इति न, तत् कार्यं पूर्णं तत्र कण्टिन्यूस् पास्ट् कण्टिन्यूस् केवलं अत्र गतवान् इति कृतवान् इति अर्थं नास्ति कृतवान् ओके ओके ओके करोति स्म एकवारं न तत् बहुकालपर्यन्तं कण्टिन्यूस् इति अस्तु नरेश् महोदय तत्र वदति वा अग्रिमम् अहं रमा निद्रां करोति स्म सुधा पुस्तकं पठति स्म रमेशः योगासनं करोति स्म समीचीनं महोदय धन्यवादः बालचैतन्य महोदय अग्रे लीला मार्जे भूमिं मार्जयति स्म मातामही बालं पोषयति स्म समीचीनं महोदय तद् अन्यवाक्य अन्यानि वाक्यानि न सन्ति अस्तु वयमपि किञ्चित् एतादृशानि वाक्यानि रचयामः अस्तु महोदय अत्र अत्र ध्यानं पाकम् इति पूरा विभक्ति नास्ति वा विभक्ति अस्ति महोदय विभक्ति अस्ति पूजां द्वितीयपदं कर्मपदं सर्वत्र शयनं न भावशयनं शयनं न रमेश योगासनं योगासनमेव अस्ति योगासनं करोति स्म द्वितीय योगासनम् ओके ओके करोति इति अस्ति चेत् तत्र कर्मपदम् अस्ति किं ओके ओके किं करोति इति अतः वाट् इस् द वर्ड् फार् स्वीपिङ्ग् मार्जन् मार्जनीयं मार्जनं मार्जति इति मार्जति मार्जनं करोति मार्जनं करोति इति मार्जनं मार्जनं करोति समीचीनं धन्यवादः भगिनी मार्जनमेव मार्जनमेव सम्यक् एव सम्मार्जनम् इति अस्तु समीचीनं भगिनि विभक्ति तु द्वितीया एव अस्तु अस्तु अस्तु एकनिमिषे एव अस्ति सर्व एकमेकं पृच्छामि एकम् एव वाक्यं वदन्तु स्म इति उपयुज्य अस्तु अस्तु वंशीसुधा भगिनी अहम् अहं यदा तथा वाक्यं वदति स्म अस्तु वदामि स्म वदामि स्म वदामि स्म क्षम्यतां अस्तु वेणुगोपाल् महोदय अस्तु शोभा भगिनी अहं गो अहेड् महोदय वेणुगोपाल् महोदय वदतु वदतु सः शालां गच्छति पाठं पठति किं किं पृष्टम् अस्ति महोदय न न न किमपि वाक्यं वदतु महोदय स्म इति उपयुज्य तावदेव अस्तु अस्तु अहम् अहम् अपि पाकं करोति स्म करोमि स्म करोमि स्म करोमि स्म तावदेव धन्यवादः महोदय तावदेव स्म इत्युक्ते भूतकालरूपं भवति तावदेव अस्तु शोभा भगिनी अहं संस्कृतेन वाक्यानि रचयामि स्म रचयामि स्म समीचीनं भगिनि रचयामि स्म समीचीनं रमाबाय् भगिनि अहं न्यायालये कार्यं करोमि स्म समीचीनं भगिनि अस्तु नरेश् महोदय मम पुत्रः देवालयं गच्छति स्म गच्छति स्म समीचीनं महोदय गीता भगिनी वदति वा अहं बहुकालपूर्वे भरतनाट्यं नृत्यामि स्म समीचीनं भगिनि मेहुल् महोदय अहं गतवर्ष वर्षपर्यन्तं संस्कृतविषये अज्ञानी स्म अस्तु न जानामि स्म न जानामि स्म, न जानामि. भानुचेतनी महोदय, दक्षिण बेङ्गलूरु बेङ्गलूरुनगरे एकः नूतनयुवकः निर्वाचने तिष्ठति स्म. न, अस्तु महोदय. रघुपति आचार्य महोदय, अहं श्वः स्वप्ने सम्यक् संस्कृतेन सम्भाषणं करोमि स्म. अस्तु, अन्य कोऽपि वक्तुम् इच्छति वा? इदानीमपि वर्तमानमपि महोदय. अन्य कोऽपि वद वक्तुम् इच्छति वा स्म इति? अस्तु अस्तु, इदानीं बहु बहु किमपि कृतवन्तः वयं. महोदय, एकं वाक्यम्, अद्यतनकक्षा बहु सम्यक् आसीत् स्म. तत् समीचीनं नास्ति भगिनि. भूतकालरूपम् अस्ति. एतत् स्म इति तत्र पूर्वं वर्तमानकालक्रियापदं भवति तत्र. क्षम्यतां महोदय. न, चिन्ता मास्तु. रमाबाय् भगिनी वक्तुम् इच्छति वा? अहं किञ्चित् कालं बेङ्गलूर् नगरे वसति स्म. वसामि स्म. समीचीनं भगिनि, धन्यवादः. अस्तु, अतः अद्य किं किं कृतवन्तः वयं? स्म इति यथा तथा यावत् तावत् गत आगामि अद्यतनश्वस्तन ह्यस्तन अपि सः विना इति तृतीयविभक्ति, तस्य अभ्यासः अपि अभ्यासमपि वयं कृतवन्तः अद्य. सर्वं सरलमेव अस्ति. अस्तु, अतः सर्वं सम्यक् अस्ति. अस्तु, अग्रिमसप्ताहे मिलामः. सर्वेभ्यो नमस्कारः, धन्यवादः. धन्यवादः महोदय. धन्यवादः.